अस्तु, नमस्कारः. तर्हि अद्य अस्माकं नूतनन्यायवर्गे सर्वेषां स्वागतम्. इदानीं वयं तत्र भेदः अपि च पृथक्त्वम् इत्यस्मिन् विषये किञ्चित् चर्चां कृतवन्तः स्मः. तर्हि अत्र भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः इति यः भागः अस्ति पुस्तके, तस्य कृते यानि कानि यन्त्राणि अपेक्षितानि तत्सर्वं वयम् एतावत्पर्यन्तं किञ्चित् परिशीलितवन्तः. तदनन्तरं पुस्तके यद् यानि वाक्यानि सन्ति तेषां परिशीलनम् इदानीं प्रवर्तमानम् अस्ति. अत्र प्रथमवाक्यं वयं दृष्टवन्तः, कपालभूतलयोः पृथगाश्रय आश्रितत्वेन तयोः संयोगसम्भवे अपि घटकपालयोः तथाविधत्वभावात् न तयोः कर्मजसंयोगोत्पत्तिः इति. तद्वाक्यं तु किञ्चित् अधिकं भ्रमात्मकं वाक्यम् इति नास्ति इति कृत्वा तस्य अवगमनं तु जातमेव, यतोहि वयं संयोगस्य विषये पूर्वं चर्चितवन्तः. कर्मजसंयोगः अपि च संयोगजसंयोगः इत्युक्ते किम् इत्यपि परिशीलितवन्तः. कुत्र तादृशसंयोगः सम्भवति इत्यपि वयं ज्ञातवन्तः पूर्वमेव. तदनन्तरं द्वितीयवाक्यमासीत् यस्य आरम्भं न च इति पदाभ्याम् अभवत्, अपि च वाच्यम् इति पर्यन्तं. तर्हि अत्रापि तादृश वाक्यमस्ति चेत् तस्य शैली दृष्ट्वा तत्र न्यायशास्त्रे एतादृशी शैली उपयुक्त्वा वाक्यम् अस्ति चेत् तस्य अवगमनं कथं भवति इत्यपि किञ्चित् वयं दृष्टवन्तः. इदानीम् अत्र तत्र वाक्यस्य शैलीं शैल्याः परिशीलनानन्तरम् इदानीं तत्र वाक्ये किम् अस्ति इति वयं पश्यामः. एतावत्पर्यन्तं वाक्यस्य शैली का, तस्य महत्त्वं किम्, अपि च तादृशी शैली अस्ति चेत् तस्य अवगमनं कथं भवति इति वयं दृष्टवन्तः. इदानीम् अत्र वाक्यस्य वाक्ये विद्यमानः विषयः कः इति परिशीलयेम. अस्तु, तर्हि एतावत्पर्यन्तं प्रश्नः अस्ति वा? प्रथमम् अस्ति चेत् तस्य चर्चां कृत्वा वयम् अग्रे गन्तुं शक्नुमः. भगिनी, एकः प्रश्नः, एतद् पूर्वपक्षी नव्यनैयायिकाः सिद्धान्तिनः एते भिन्ने भिन्नः वा? हा, तर्हि पूर्वपक्षी इत्युक्ते सिद्धान्तिनः पूर्वपक्षी इति तत्र मतद्वयम् अस्ति खलु, अथवा पक्षद्वयं वर्तते. यथा तत्र यदा तत्र कश्चन सिद्धान्तः अस्ति तस्य एकः अङ्गीकरोति प्रथमम्, अन्यः द्वितीयः आगत्य तादृशं मास्तु इति निराकरोति, अथवा भिन्नरीत्या कश्चन अभिप्रायः अस्ति, प्रथमं कश्चन आगत्य वदति तथा न भवति, सम्भवति इति, तदनन्तरम् अन्य कोऽपि आगत्य न तथा न, तथा सम्भवति एव इति तस्य निराकरणं करोति इति पक्षद्वयं भवति खलु. यः प्रथमं वदति सः साधारणतया पूर्वपक्षी. यः तस्य यदा कश्चन सिद्धान्तः अस्ति तस्य प्रथमम् आगत्य निराकरणं करोति सः पूर्वपक्षी. तदनन्तरं यः आगत्य तथा नास्ति इति सिद्धान्तं वदति सः सिद्धान्तिनः, ते सिद्धान्तिनः इति अस्ति. इदानीं नव्यनैयायिकाः अपि च प्राचीनाः इति इत्युक्ते तत्र नूतनतया नूतननैयायिकैः नैयायिकाः सन्ति ते इत्युक्ते तत्र प्राचीनाः इति प्रथमं ये न्यायशास्त्रम् आसीत् प्रथमं, तस्य तत् शास्त्रं यः प्रथमम् उक्तवन्तः, तदनन्तरं तस्मिन् विषये चर्चां कृतवन्तः, ते सर्वे प्राचीनाः. तदनन्तरं न्यायवैशेषिकयोः किञ्चित् साम्यमस्ति इति कृत्वा तयोः किञ्चित् संयुक्तः अभवत् खलु तयोः मध्ये सः इति कृत्वा नूतनन्यायः इति तस्मात् आगतः. तत्र बहवः भेदाः इति नास्ति, प्राचीनाः अपि च नवीनन्यायिकाः इति, परन्तु यदा कदापि कश्चन मतभेदः वर्तते. तर्हि तत्र नव्यनैयायिकाः ये नूतनमतम् अङ्गीकरोति, प्राचीनाः इति ये पुरातनमतम् अङ्गीकरोति इति, तत्र यत्र भेदः वर्तते तत्र इति विषयः. परन्तु तयोः मध्ये किं भवति इत्युक्ते मतं तत्र इदानीं तथा पक्षद्वयमस्ति, अपि च पूर्वपक्षिणः सिद्धान्तिनः इति पक्षद्वयमस्ति खलु. तर्हि सिद्धान्तं दृष्ट्वा नवीनन्यायिकैः पूर्वपक्षिणः भवति यदा कदापि प्राचीनाः अपि पूर्वपक्षिणः इति भवितुम् अर्हति. तर्हि तत्र सिद्धान्तम् अनुगुणं पूर्वपक्षिणः सिद्धान्तिनः इति वक्तुं शक्नुमः. नव्यनैयायिकैः प्राचीनाः इति तत्र नव्यनैयायिकाः प्राचीनाः इति तत्र शास्त्रम् अनुगुणं भवति. इदानीं सम्यक् वा? आं भगिनि, धन्यवादः. उत्तमम् उत्तमं. तर्हि भगिनी शुकवनं पृथक्त्वभेदयोः मध्ये भेदः अस्ति इति निरूपणस्य प्रयोजनं किम्? किमर्थं नव्यनैयायिकाः किं वदन्ति पृथक्त्वभेदयोः मध्ये भेदः नास्ति, तद् न वक्तव्यम् इति, किन्तु प्राचीननैयायिकैः भेदं पृथक्त्वभेदयोः मध्ये भेदः अस्ति इति साधितवन्तः अपि वयं दृष्टवन्तः अवधि एतादृशं. महोदय, तत्र एतावत्पर्यन्तं क्षम्यताम् एतावत्पर्यन्तं साधितवन्तः इति न, तत्सर्वम् अस्माकं पठनीयमासीत्, यतोहि तत्र इदानीं यत् अग्रे पठेम तत्र पुस्तके यदस्ति तस्य तत्र नीलावधिकत्वं निखिलावधिकत्वं तत्सर्वम् आगच्छति इति कृत्वा तत्सर्वं पठितवन्तः. तानि एव तत्र यन्त्राणि सन्ति यैः वयं यत् पुस्तके अस्ति तस्य अवगमनं कर्तुं शक्नुमः इति. इत्युक्ते साधितवन्तः इति नास्ति, तत्र एकदृष्ट्या पश्यामः चेत् तत्र यत् पुस्तके अस्ति तस्य पठनम् इतःपर्यन्तं न अभवत् खलु, तत्रैव इदानीं तत्र सर्वं अग्रे आगच्छति. भगिनी, साधितम् इति अहं किमर्थम् उक्तवान् इत्युक्ते पृथक्त्वस्य उदाहरणार्थम् अनेक अवधिकत्वं स्व अवयवपरम्परा विहाय अस्ति इति निरूपितं, भेदस्य विषये तादृशं नास्ति. अहम् अवगच्छामि भवान् किमर्थं तद् उक्तवान् इति, तदेव अहं वदामि. तत्र अनेकावधिकत्वं निखिलावधिकत्वम् इति यत् वयम् इदानीं पठितवन्तः तत्सर्वं पुस्तके तत्र भिन्नशैल्या अस्ति, तस्य अवगमनार्थम् एव एतत् पर्यन्तं पठितवन्तः. इत्युक्ते एतावत्पर्यन्तम् एकदृष्ट्या पश्येम चेत् साधितवन्तः एव, परन्तु यत् साधितवन्तः इत्युक्ते पुस्तके यदस्ति तस्य एव. इदानीं पुस्तके या शैली अस्ति तत् पठित्वा तस्य एव अवगमनं, तदेव विषयः परन्तु भिन्नशैल्या उक्तमस्ति, तत् पठित्वा वयं तत्र शैली तत्र नूतनशैली भिन्नशैली द्वारा अवगन्तुं शक्नुमः, स एव विषयः. अस्तु भगिनि, किन्तु मम प्रश्नः तत् नास्ति. मम प्रश्नः पृथक्त्वभेदयोः मध्ये भेदः अस्ति इति प्राचीन नैयायिकैः वदन्ति, तस्य प्रयोजनं किम् इति. प्रयोजनं किम् इत्युक्ते किमर्थमिति गुणः तत्र तत्र किं वदामि कथं वदामि तत्र पृथक्त्वम् ऐ मीन् तत्र फौण्डेशनल् कान्सेप्ट् इति अस्ति खलु पृथक्त्वम् इति गुणः इति अस्ति चेत् तत्र केवलं द्रव्यमात्रवृत्तित्वं परन्तु पृथक्त्वम् इति भेदः इति अस्ति चेत् यथा वयं गतसप्ताहे अपि पठितवन्तः भेदः तु अन्योन्यभावः इति कृत्वा सर्वपदार्थवृत्तित्वम् इति भवति खलु सो तर्हि तत्र आदिमस्तरे एव तत्र भेदः अस्ति खलु तयोः मध्ये तत्र कुत्र कस्मिन् स्तरे भवति इति प्रश्नः आगच्छति खलु पृथक्त्वम् इति भेदः एव इत्युक्ते तर्हि तत्र यत्र कुत्रापि पृथक्त्वम् इति वयं वक्तुं शक्नुमः परन्तु गुणः इति अस्ति चेत् केवलं द्रव्ये एव तथा वक्तुं शक्नुमः इति तत्र भेदः अस्ति अनेकस्तरे नैयायिकैः पुस्तकमपि पुस्तके अपि वयं दृष्टवन्तः लाघवाय इति ते वदन्ति यत्र प्रयोजनं नास्ति तत्र लाघवाय एकत्वं स्वीकुर्मः अभिभूत्वं स्वीकुर्मः परमाणु परिमाणं स्वीकुर्मः इति ते वदन्ति तो यदि यत्र प्रयोजनं नास्ति तत्र एतादृशगभीर चर्चां किमर्थम् इति चर्चाविषये यत् यत् चर्चितम् अस्माभिः चर्चितं तत्तु समीचीनमेव किन्तु तस्य प्रयोजनं किम् इति अहम् इदानीं न इतः पूर्वं न अवगच्छामि किमर्थम् एतत् साधनीयं लाघवाय लाघवाय इति सत्यं परन्तु लाघवाय इति किञ्चित् भिन्नवार्ता अस्ति खलु इत्युक्ते तत्र पदार्थः अस्तु एतत् भवतु खलु तत्र यथा वयं वदामः तर्हि तत्र एकः एव पदार्थः अस्ति द्रव्यमिति एकः एव पदार्थः अस्तु रूपमपि द्रव्यं सम्बन्धः अपि द्रव्यं सर्वं द्रव्यमिति वदामः चेत् तत्रापि लाघवम् अस्ति खलु किन्तु तथा वक्तुं न शक्नुमः यतोहि तादृशलाघवः लाघवं न अपेक्षितम् इत्युक्ते यत्र लाघवस्य अपि सम्भावना अस्ति लघुमार्गस्य अपि सम्भावना अस्ति दीर्घमार्गस्य अपि सम्भावना अस्ति तत्र सर्वत्र लाघवम् इति कारणात् तत्र लघुमार्गः स्वीकृतः परन्तु यत्र तादृशसम्भावना नास्ति तत्र दीर्घमार्गः अस्ति चेत् अपि दीर्घमार्गः एव भवतु इति एव शास्त्रं सत्यं तर्हि इदानीं पृथक्त्वम् अपि च भेदः मध्ये तत्र तादृश द्वयमपि इत्युक्ते यथा नव्यनैयायिकैः वदन्ति पृथक्त्वमेव भवतु पृथक्त्वं भेदः इति तयोः मध्ये भेदः मास्तु इति एकः एव विषयः इति स्वीकुर्मः चेत् तत्र भेदः नास्ति इति स्वीकुर्मः चेत् तत्र लाघवम् अस्ति परन्तु इदानीं वयं किं साधितवन्तः ते तु एकम् एव इति नास्ति तयोः मध्ये भेदः अस्ति पृथक्त्वस्य अनेकावधिकत्वम् अस्ति परन्तु भेदस्य एकावधिकत्वम् अस्ति इति तत्सर्वं भिन्नभिन्नविषयः यः वयं पठितवन्तः तेन वयं ज्ञातवन्तः तर्हि इत्युक्ते कपालः अपि च घटः तयोः मध्ये पृथक्त्वम् अस्ति क्षम्यतां भेदः अस्ति परन्तु पृथक्त्वं नास्ति इति वयं दृष्टवन्तः खलु तर्हि तथा अस्ति चेत् तर्हि तयोः मध्ये भेदः वर्तते यथा भेदः वर्तते तर्हि लाघवम् इति कृत्वा पृथक्त्वम् एव भेदः इति कथं स्वीकर्तुं शक्नुमः पृथक्त्वं भिन्नविषयः भेदः भिन्नविषयः इति यदा अस्ति चेत् यद्यपि प्रयोजनं नास्ति तथापि यदा भेदः अस्ति चेत् तादृशमेव स्वीकरणीयम् इति न प्रयोजनं नास्ति इति कथं वक्तुं शक्नुमः महोदय प्रयोजनम् अस्ति खलु इत्युक्ते अस्ति चेत् तत् किं प्रयोजनम् इति एव मम प्रश्नः प्रयोजनं किम् इत्युक्ते व्यवहारे तथा भेदः अस्ति खलु इत्युक्ते यदा आङ्ग्लभाषायां तत्र एकक्षणं तत्र एकमेव पदस्य भिन्नभिन्नपदानि सन्ति साधारणतया पश्यामः चेत् एकमेव विशेषः तत्र प्रयोजनं किमर्थं भिन्नभिन्न हा किं किमर्थं भिन्नभिन्नपदानि सन्ति एकमेव पदं भवतु इति वक्तुं न शक्नुमः खलु यतोहि किमर्थं भिन्नभिन्नपदानि सन्ति तत्र सूक्ष्मभेदः वर्तते तयोः मध्ये इत्युक्ते आङ्ग्लभाषायाम् अपि उदाहरणं स्वीकुर्मः चेत् लेडी इति अस्ति वुमन् इति अस्ति सत्यं लेडी अपि च वुमन् तयोः मध्ये सूक्ष्मभेदः वर्तते खलु तदर्थमेव तत्र भिन्नभिन्नपद तत्र पदद्वयम् अस्ति अत्र तद्वत् भेदः अपि च पृथक्त्वं मध्ये अपि सूक्ष्मभेदः इति न किञ्चित् बृहद्भेदः एव वर्तते तर्हि तत्र तेन किं प्रयोजनम् इति वयं तथा इत्युक्ते तत्र तादृशभेदः तयोः मध्ये वर्तते चेत् तर्हि तत्र वक्तव्यमेव भवति खलु इत्युक्ते यद् नव्यनैयायिकैः वदन्ति तत् दोषवत् इति कारणेन हा इति प्राचीनानां मतं तदेव तत्र देवदत्तपाटिलमहोदय अपि तदेव अङ्गीकरोति तस्य एव समाधानम् अत्र दत्तवान् अस्ति अस्तु लाघवाय दोषं वयं न कुर्यात् अतः यत्र दोषमस्ति तत् निवारणार्थं यत् समीचीनमस्ति तदेव स्वीकार्यं सत्यं सत्यं हा अस्तु अस्तु भगिनि उत्तमं तर्हि अग्रे पश्येम अस्तु रामप्रिया भगिनी भवती आरम्भं करोति वा तत्र सम्प्रति पूर्वपक्षिणः मतं किम् इति कस्मात् आं भगिनि सम्प्रति पूर्वपक्षिणः मतं किम् इति पश्येम प्रथमे आपादाने मूर्तोत्पत्तिद्वितीयक्षणे जायमानः इति उक्तं गुणानां सृष्टिविधिः तदा पूर्वमपि अस्माभिः दृष्टं यदा मूर्तद्रव्यम् उत्पद्यते युगपत् तस्मिन् द्रव्ये गुणोऽपि उत्पद्यते इति नास्ति प्रथमतया मूर्तद्रव्यं तदा तस्य उत्पत्तेः द्वितीयक्षणः क्षणे गुणः समुद्भवति नीलः पटः पटे नीलरूपं प्रथमतया पटः जायते तदा एव नीलरूपं किमर्थम् इति चेत् नीलरूपं समवायसम्बन्धेन पटे तस्मात् पटः नीलरूपस्य समवायी कारणम् नीलरूपं च कार्यं कार्यकारणभावस्य साधनार्थं कारणं कार्याधिकरणे भवेत् कार्यात् उत्पत्तेः पूर्वक्षणे च भवेत् कार्योत्पत्तेः पूर्वक्षणे कारणं न विद्यते चेत् तस्य कार्यस्य कारणं न भवितुम् अर्हति एव इति कृत्वा उत्पन्नं द्रव्यं क्षणमेकं निर्गुणम् तदा मूर्तोत्पत्तिद्वितीयक्षणे तस्मिन् गुणः जायते तर्हि गुणस्य स्वभावः तदा द्रव्ये विद्यमानः मूर्तोत्पत्तिद्वितीयक्षणे जायमानः इदानीं पूर्वपक्षिणः मतं किम् इति अत्र अस्ति किम् इति तत्र प्रथम आपदने मूर्तोत्पत्तिद्वितीयक्षणे जायमानः इति उक्तं तस्मिन् दीर्घवाक्ये आम् न च गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य इति अस्ति गुणानां सृष्टिविधिः तदा गुणस्य उत्पत्तिः कदा भवति इति सृष्टिविधिः पूर्वमपि वयं किं दृष्टवन्तः यदा मूर्तद्रव्यम् उत्पद्यते युगपत् तस्मिन् द्रव्ये गुणोऽपि उत्पद्यते इति नास्ति प्रथमतया मूर्तद्रव्यं तदा तस्य उत्पत्तेः द्वितीयक्षणे गुणः समुद्भवति यदा वयं पूर्वं दृष्टवन्तः प्रथमं मूर्तद्रव्यम् उत्पद्यते द्वितीयक्षणे एव तस्मिन् गुणः उत्पद्यते युगपत् गुणः न उत्पद्यते इति. उदाहरणरूपेण यदा नीलः पटः इति स्वीकुर्मः चेत् पटे नीलरूपं, प्रथमं पटस्य उत्पादनं भवति, अनन्तरम् एव नीलरूपस्य. किमर्थम् इत्युक्ते नीलरूपं नीलरूपं समवायसम्बन्धेन पटे, पटः इति द्रव्यं, नीलरूपम् इति गुणः समवायसम्बन्धेन पटे अस्ति. तस्मात् पटः, क्षम्यता भगिनी, तत्र समवायिकारणं तस्य विषये किञ्चित् स्मारयति वा अस्माकं? तत्र समवायि, तत्र पटः नीलरूपस्य समवायिकारणम् इति किमर्थं वदामः अथवा कथं वक्तुं शक्नुमः? पटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन रूपं जनयति. उत्तमम्. पटः नीलरूपस्य समवायिकारणम्. इदानीं कार्यकारणभावस्य विषये आगच्छति. नीलरूपम् इति कार्यम् इत्युक्ते पटः इति कारणम्. कार्यकारणभावस्य साधनार्थं कारणं कार्याधिकरणे भवेत्. यदा वयं कार्यकारणभावं भावस्य साधनं कुर्मः चेत् तत्र कारणं कार्याधिकरणे, कार्याधिकरणे इत्युक्ते पटे, पटः, आम्, पटः कार्याधिकरणं. कार्यम् इति नीलरूपं, कारणम् इति पटः, कार्याधिकरणम् इति पटः एव. उत्तमं. पटः एव कार्योत्पत्तेः पूर्वक्षणे इत्युक्ते नीलरूपस्य उत्पत्तेः पूर्वक्षणे अपि भवेत् इति अस्ति. यदा कार्योत्पत्तेः पूर्वक्षणे कारणं न विद्यते चेत् तस्य कार्यस्य कारणं न भवितुमर्हति एव इति कृत्वा उत्पन्नं द्रव्यं क्षणमेकं निर्गुणम्. यदा कार्य उत्पत्तेः इत्युक्ते नीलरूपम् इति वयं स्वीकुर्मः चेत् पूर्वक्षणे कारणम् इति पटः न विद्यते चेत् तस्य कार्यस्य कारणं, नीलरूपस्य कारणं पटः न भवितुम् अर्हति. एवं कृत्वा एव इति कृत्वा उत्पन्नं द्रव्यं क्षणमेकं निर्गुणम्. उत्पन्नं द्रव्यं पटः क्षणमेकं निर्गुणम्, एकक्षणं गुणं विना इति वा. तदा मूर्त उत्पत्ते द्वितीयक्षणे तस्मिन् गुणः जायते. आम्, यदा उत्पत्तिः भवेत्, मूर्तोत्पत्तिः भवेत्, पटस्य उत्पत्तिः भवेत्, तस्य द्वितीयक्षणे तस्मिन् नीलरूपम् इति गुणः जायते. मूर्तोत्पत्तिः इत्युक्ते किं? मूर्तः यस्मिन् क्रिया, यस्मिन् क्रिया अस्ति जायते तत् मूर्त, मूर्तद्रव्यं, मूर्तद्रव्यं. तर्हि मूर्तोत्पत्तिः इत्युक्ते तत्र मूर्तद्रव्य उत्पत्तिः खलु. यदा पटः तस्य उत्पत्तिः तस्य द्वितीयक्षणे तस्मिन् गुणः इति, यदा अत्र उदाहरणे नीलरूपं तद् जायते. तर्हि गुणस्य स्वभावः तदा द्रव्ये विद्यमानः मूर्तोत्पत्ति द्वितीयक्षणे जायमानः. गुणस्य स्वभावः मूर्तोत्पत्ति द्वितीयक्षणे एव जायमानः, द्रव्ये विद्यमानः. तर्हि अत्र के मुख्य अंशः अस्ति, तत्र कार्यकारणविषये यद्वयं पूर्वं पठितवन्तः तस्य किञ्चित् पुनस्मरणं खलु. तत्र कार्यकारणं, कार्यस्य कारणमिति वक्तव्यं भवति चेत् तत्र कारणेन कार्याधिकरणे स्थातव्यं, कारणेन कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् इति वयं पूर्वं दृष्टवन्तः. अत्र वयं द्रव्यं गुणं प्रति समवायी कारणमिति अपि ज्ञातवन्तः. तर्हि तत्र तथा अस्ति चेत् मूर्तद्रव्यं कार्याधिकरणे इत्युक्ते गुणस्य अधिकरणे इत्युक्ते द्रव्ये भवेत् तत्तु तादात्म्यसम्बन्धेन भवति एव, अपि च मूर्त पूर्वक्षणे भवेत् इति इत्युक्ते तत्र गुण तदर्थं तत्र द्रव्यम् एकक्षणं यावत् तत्र गुणं विना तिष्ठति. तत्र यत् यं कमपि गुणं भवतु तद् तद्विना तिष्ठति इति कृत्वा क्षणं यावत् क्षम्यतां यः कोऽपि गुणः भवतु तद्विना तिष्ठति इति कृत्वा तत्र क्षणं यावत् द्रव्यं निर्गुणं तिष्ठति इति वयं वक्तुं शक्नुमः. एतावत्पर्यन्तं सम्यक् प्रश्नः अस्ति वा? अस्तु, तर्हि सुनील् महोदय भवान् अग्रे पठति वा? अहं पठामि. अधुना गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति पूर्वपक्षिणः प्रथमम् आपादनम्. अत्र गुणरूपस्य तस्य रूपादिवत् इत्यनेन कस्य इति चेत् पूर्वतने वाक्ये संयोगः इति विषयः प्रवर्तमानः इति कृत्वा संयोग एव स्यात्. किन्तु वाक्यस्य आशयं कृत्वा भिन्नरीत्या चिन्तनीयं भवति. अनुच्छेदद्वयात् प्राक् उक्तम् आसीत् तर्हि सिद्धं न समीहितं गुणान्तरं पृथक्त्वं तस्य उल्लेखः अत्र क्रियते तस्य इत्यनेन. अतः गुणरूपस्य तस्य पृथक्त्वरूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति भवति. अत्र इदानीं गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति अत्र प्रथम आपादनम् इति पूर्वपक्षिणः इत्युक्ते तत्र एकक्षणं महोदय क्षम्यतां, तत्र तत् सम्पूर्णवाक्यमस्ति खलु, तद् एकवारं पुनः पठतु न च गुणरूपस्य इति. अत्र अत्र न च गुणरूपस्य तस्य रूपादिवत् तद् तदेव. न च गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् भूतला अवधिगत्वस्य एव कपालावधिगत्वस्यापि आवश्यकत्वात् तद्दोषदावस्थ्यमिति वाच्यम्. अत्र तर्हि तत्र आपादनद्वयम् अस्ति इति वयम् उक्तवन्तः खलु, तत्र प्रथम आपादनमस्ति गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति प्रथमम् आपादनं. भूतलावधिकत्वस्य एव कपालावधिकत्वस्यापि आवश्यकत्वात् इति द्वितीयम् आपादनम्. इदानीम् अस्माकं चर्चा प्रवर्तमाना अस्ति प्रथम आपादनस्य विषये. तर्हि अत्र गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति अस्ति चेत् तत्र गुणरूपस्य तस्य इति अस्ति, तस्य इत्युक्ते कस्य इति प्रश्नः आगच्छति खलु. तर्हि अत्र कस्य इति प्रश्नः आगच्छति चेत् पूर्ववाक्ये पठेम चेत् पूर्ववाक्ये तत्र संयोगस्य विषये अस्ति, तत्र कर्मजसंयोगः संयोजसंयोगः वा तस्य उत्पत्तिः इति संयोगस्य विषये अस्ति खलु, संयोगसम्भवे अपि इत्यादि. तर्हि तत्र संयोगस्य तत्र तस्य इत्युक्ते संयोगस्य वा इति प्रश्नः उदेति, परन्तु वस्तुतः तत्र अस्माकं प्रसङ्गः अस्ति पृथक्त्वस्य विषये. तर्हि तस्य पूर्वं पुस्तके अस्ति तर्हि सिद्धं न समीहितं गुणान्तरं पृथक्त्वम् इति यत् वाक्यमस्ति पूर्वस्मिन् परिच्छेदे अस्ति अन्तिमवाक्यमिति, तत्र यत् पृथक्त्वम् अस्ति तेन सह अस्मिन् वाक्ये यः तस्य अस्ति तस्य अन्वयः भवति इति. इदानीं वदतु महोदय. अतः अत्र गुणरूपस्य तस्य रूपादिवत् इत्यनेन कस्य इति प्रश्नः. अतः पूर्वतन वाक्ये संयोगः इति विषयः इति स्वीकृत्य संयोगः इति स्यात्. किन्तु वाक्यस्य आशयं दृष्ट्वा भिन्नरीत्या चिन्तनीयं भवति. तद् सरलमेव. अत्र अनुच्छेदद्वयात् प्राक् उक्तमासीत् तर्हि सिद्धं न समीहितं गुणान्तरं पृथक्त्वं, तस्य उल्लेखः अत्र क्रियते तस्य इत्यनेन. अनुच्छेदद्वयात् प्राक् उक्तमासीत् तर्हि सिद्धं न समीहितं गुणान्तरं पृथक्त्वं, इति पुस्तके अस्ति तद् वाक्यं. तत् पूर्व परिच्छेदः पश्यामः चेत् एतद् वाक्यमस्ति सिद्धं नः समीहितं गुणान्तरं पृथक्त्वमिति. तत्र यत् पृथक्त्वम् इति यत् पदमस्ति तेन सह करणीयः इत्येव. अतः गुणरूपस्य तस्य पृथक्तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावत् इति भवति. अतः तस्य इति पृथक्तस्य रूपादिवत् इति भवति. अतः तस्य इति इत्युक्ते अत्र पृथक्तम् इति पृथक्तस्य इति स्वीकरणीयमिति. सम्यक् स्पष्टं स्यात्. अनेन पूर्वपक्षः आक्षेपकः कः? अत्र पूर्वपक्षी गुणरूपस्य पृथक्तस्य नियतावधिकत्वे मानाभावः इति आशङ्केति. घटः पटात् पृथक् इति प्रतीतिः उभाभ्यां पक्षाभ्यां साधनीया एव, यतोहि लोके तादृशव्यवहारः प्रसिद्धः. प्रश्नः अयं यत् इदं विद्यमानं पृथक्त्वं कीदृशं, प्राचीनानां मतं यादृशम् अथवा नव्यानां मतं तादृशम्, एतावता पृथक्त्वं गुणः इति न सिद्ध, के सिद्धाः गुणाः, संयोगादयः, तेषु सिद्धगुणेषु कस्य नियतावधिकत्वम् अस्ति, कस्यापि नास्ति. ये नियतावधिकाः तेषां सर्वेषाम् एव पूर्वपक्षिणः मतम् अनुसृत्य असिद्धत्वं, तेषां गुणानां नियतावधिकत्वम् अस्ति, तेषां सर्वेषाम् इयमापत्तिः गुणरूपस्य नियतावधिकत्वे मानाभावः. नियतावधिकत्वम् इति स्वभावः कस्यापि सिद्धगुणस्य न दृष्टः, कस्य दृष्टः? भेदस्य. अतः पृथक्तस्य नियतावधिकत्वात् भेदरूपता एव. तथैव परत्वापरत्वयोः नियतावधिकत्वं, तयोरपि गुणत्वं नास्ति अपि तु भेदरूपता एव. पृथिवीत्वात् द्रव्यत्वं परं सामान्यम् इति व्यवहारे परत्वस्य भेदरूपता न तु गुणरूपता. परिच्छेदे किञ्चित् बहु किमपि अस्ति, तर्हि पुनः प्रत्येकं वाक्यं पठित्वा वयं तत्र किञ्चित् परिशीलयामः. अत्र अनेन पूर्वपक्षिणः आक्षेपः कः? इदानीं प्रथमप्रश्नः अस्ति अत्र पूर्वपक्षिणः आक्षेपः कः इति. अत्र पूर्वपक्षी गुणरूपस्य पृथक्तस्य नियतावधिकत्वे मानाभावः इति आशङ्केति. अत्र अस्माकं प्रथमवाक्ये आसीत् तदेव आसीत् गुणरूपस्य तस्य अप्रदत्तस्य नीरावधिकत्वे मानाभावः इति आसङ्गयति इति. इत्युक्ते तत्र तत्र नियतावधिकत्वे मानाभावः, मानाभावः इत्युक्ते तस्य मानं न करोति इति. इत्युक्ते तत्र पूर्वपक्षिणः तत्र पृथक्त्वस्य नियतावधिकत्वम् अस्ति खलु, तर्हि तत्र गुणरूपस्य तस्य इत्युक्ते यः गुणः इति अस्ति नियतावधिकत्वम् इति न भवति इति न करोति न कुर्वन्ति तथा ते न कुर्वन्ति तथा. अस्तु, ते घटः पटात् वाक्यमस्ति पृथक् इति तत्र नवीननैयायिकाः अपि च प्राचीनाः अथवा तत्र पूर्वपक्षिणः अपि च सिद्धान्तिनः मतानुसारं तस्य वाक्यस्य अङ्गीकारः. क्षम्यतां भगिनी, सम्यक् न शृणोति, अन्येपि तादृशम् अस्ति वा? तत् किञ्चित् क्लेशः भवति मध्ये मध्ये किञ्चित्. इदानीं सम्यक् अस्ति वा? इदानीं सम्यक् अस्ति भगिनि. अस्तु, पुनः किञ्चित् वदतु भगिनि. इत्युक्ते पूर्वपक्षिणः अपि च सिद्धान्तिनः द्वयोः मतानुसारमपि अत्र घटः पटात् पृथक् इति वाक्यं नास्ति. द्वये वाक्यं तु पक्षद्वयमपि अङ्गीकरोति एव, तत्र वाक्यं तु सम्यक् वाक्यमस्ति इति. परन्तु तस्य वाक्यस्य अवगमनं भगिनि सम्यक् नास्ति. क्षम्यता, इदं सम्पूर्णं किम् अभवत् इति. हरि ओम्. हरि ओम्. हाय्, हरि ओम्. इदानीं सम्यक् अस्ति वा? इदानीं बहु सम्यक्. अस्तु, उत्तमं. तर्हि उक्तवती इत्युक्ते तत्र पूर्वपक्षिणः अपि च सिद्धान्तिनः द्वयोः अपि मतानुसारम् अत्र घटः पटात् पृथक् इति वाक्यं शुद्धवाक्यमेव. इत्युक्ते तत्र घटः पटात् पृथक् इति वाक्यमेव अशुद्धमिति कोऽपि न वदति. परन्तु तस्य वाक्यस्य समाधानं किं कथं भवति इति एव प्रश्नः. अवगच्छति वा एतावत्पर्यन्तम्? इत्युक्ते पृथक्त्वम् इति गुणेन तत् साधितं वा अन्योन्य अभावेन तत् साधितं वा इति एव तेषां मध्ये चर्चा अस्ति. किन्तु व्यवहारे घटः पटात् पृथक् इति पक्षिणः द्वयमपि अङ्गीकरोति. सत्यं सत्यं, तावदेव. इत्युक्ते घटः पटात् पृथक् इति व्यवहारे वाक्यं तु अस्ति एव. ते तु तत् दोषपूर्णाय इति न वदन्ति. सिद्धान्तिनः अपि तथा न वदन्ति, पूर्वपक्षिणः अपि तथा न वदन्ति. परन्तु कथं पृथक्त्वस्य स्वभावः कः इति एव तयोः मध्ये चर्चा इति प्रथम अंशः. तदेव प्रथमभागः महोदय, तत् किञ्चित् पठतु तत्र घटः पटात् पृथक्. घटः पटात् पृथक् इति प्रतीतिः उभाभ्यां पक्षाभ्यां सर्जनीया एव यतोहि लोके तादृशव्यवहारः प्रसिद्धः. अतः तत्र घटः पटात् पृथक् इति नवनैयायिकानां पूर्व पक्षिणाम् अपि तादृशव्यवहारे प्रसिद्धः इति प्रश्नः. एकक्षणं, तत्र नवीननैयायिकानाम् अपि च प्राचीनानां व्यवहारे इति न, लोके व्यवहारे प्रसिद्धः. इत्युक्ते अहं न्यायशास्त्रं न जानामि, परन्तु अहमपि वदामि घटः पटात् पृथक् इति. सत्यं. तर्हि तत्र लोके व्यवहारः यदस्ति तस्य समाधानं शास्त्रे दीयते. तर्हि तत्र तस्य समाधानं शास्त्रे नास्ति चेत् तत्र लोकव्यवहारः दोषपूर्णः इति न, परन्तु शास्त्रं दोषपूर्णम् इत्येव वदन्ति इत्येव मतमस्ति. तर्हि तत्र लोके यः व्यवहारः, व्याकरणशास्त्रे अपि तथा एव खलु. तर्हि तत्र भाषा प्रथमम् आगता वा अथवा शास्त्रं प्रथमम् आगतं वा इति प्रश्ने सति सर्वदा भाषा एव प्रथमम् आगता, तदनन्तरमेव व्याकरणम् आगत्य तत्र तस्य भाषानुगुणं नियमाः, न तु नियमानुगुणं भाषा इति न. तद्वत् अत्रापि लोके घटः पटात् पृथक् इति व्यवहारः तु प्रसिद्धः एव. तर्हि घटः पटात् पृथक् इति लोकव्यवहारः अस्ति चेत् तस्य तस्य साधनं कथं कुर्मः इति एव इदानीं प्रश्नः. अतः प्रश्नः अयं यत् इदं विद्यमानं पृथक्त्वं कीदृशं, प्राचीनानां मतं यादृशम् अथवा नव्यानां मतं तादृशम्. अतः अत्र घटः पठात् पटात् पृथक् इति वदामः चेत् अत्र प्राचीनानां मतं कीदृशम् अस्ति अथवा नव्यानां मतं कीदृशम् अस्ति इति प्रश्नः. एतावता पृथक्त्वं गुणः इति न सिद्धं, के सिद्धाः गुणाः संयोगादयः. अतः एतत्पर्यन्तं पृथक्त्वं गुणः इति न सिद्धम् इदानीमपि. अतः गुणसंयोगादयः एव इदानीं गुणाः इति अङ्गीकुर्वन्ति. तेषु सिद्धगुणेषु कस्य नियतावधिकत्वम् अस्ति, कस्यापि नास्ति. अत्र तेषु गुणेषु नियतावधिकत्वं कस्यापि नास्ति इति. तर्हि संयोगस्य विषये वयं किम् उक्तवन्तः, संयोगस्य अवधिकत्वम् अस्ति खलु. तत्रापि द्वयोः इति एव वदामः किल, अत्र घटभूतलयोः इति वदामः चेत् तत्रापि किमपि नास्ति किल. किमपि नास्ति इत्युक्ते किं नास्ति अत्र नियतावधिकत्वमपि नास्ति इति चिन्तयामि. इत्युक्ते अत्र तत्र इति मम प्रश्नः अस्ति, संयोगस्य प्रसङ्गे अवधिः नास्ति वा तर्हि? घटभूतलयोः संयोगः इति वदामः चेत् अत्र द्वयोः अपि संयोगः अस्ति इति सत्यं, परन्तु तत्र अवधिविषये अस्ति मम प्रश्नः. अन्य कोऽपि वक्तुं शक्नोति वा तत्र संयोगस्य प्रसङ्गे? तत्र अवधि संयोगस्य प्रसङ्गे भगिनी नियतावधिकत्वं नास्ति, निखिलावधिकत्वमपि नास्ति. अस्तु, तर्हि संयोगस्य कीदृशावधिकत्वम् अथवा संयोगस्य प्रसङ्गे अवधिचिन्तनं किम् आसीत् अस्माकम्? अवधिकत्वम् आरोपणीयं भवति इति वयं दृष्टवन्तः. इत्युक्ते संयोगस्य प्रसङ्गे अवधिः भवति परन्तु नियमेन न इति वयं नियमेन इत्युक्ते घटः पटात् पृथक् इति यदा वदामः तत्र केवलं घटः पृथक् इति वक्तुं न शक्नुमः खलु, तर्हि तद्वत् घटः भिन्नः इति वक्तुं न शक्नुमः, घटः पटात् भिन्नः इति तत्र कस्मात् इति उदेति उक्त्वा एव वयं वक्तुं शक्नुमः तत्र भिन्नः अथवा पृथक् इति. तर्हि तत्र एव नियतावधिकत्वम् इति अस्ति संयोगस्य प्रसङ्गे, तथा नास्ति खलु? तर्हि एतावत्पर्यन्तं ये गुणाः वयं परिशीलित अस्माभिः परिशीलितः तत्सर्वं सर्वे गुणाः अत्र केवलं तत्र कश्चनपि गुणः नियतावधिकगुणः इति नास्ति खलु, कस्मिन्नपि तत्र नियतावधिकत्वं नास्ति. संयोगः इति यद्वयम् इदानीं दृष्टवन्तः उदाहरणरीत्या, तत्रापि नियतावधिकत्वं नास्ति इति वयं दृष्टवन्तः. तर्हि तादृशगुणः संयोगस्य नियतावधिकत्वं नास्ति, विभागस्यापि नियतावधिकत्वं नास्ति इति सत्यं. तर्हि तादृशगुणः यस्य नियतावधिकत्वम् अस्ति तादृशगुणः एतावत्पर्यन्तं न साधितवन्तः एव सत्यं. तर्हि तत्र एतावत्पर्यन्तं ये गुणाः सिद्धाः तेषां नियतावधिकत्वं नास्ति. अवगच्छन्ति वा? आम् आम् आम् उत्तमं. तर्हि महोदय भवान् एव अग्रे पठतु तर्हि तत्र तेषु सिद्धगुणेषु तस्मात् शुकवनं. हा हा शुकवनं. हा अस्तु. तेषु सिद्धगुणेषु कस्य नियतावधिकत्वम् अस्ति? कस्यापि नास्ति. तेषु इत्युक्ते संयोगविभागादयः इति पूर्वं ये गुणाः अस्माभिः अधीताः तेषां नियतावधिकत्वं नास्ति, यस्य कस्यापि नास्ति इति. ये नियतावधिकाः तेषां सर्वेषाम् एव पूर्वपक्षिणः मतम् अनुसृत्य असिद्धत्वं, येषां गुणानां नियतावधिकत्वम् अस्ति तेषां सर्वेषाम् इयम् आपत्तिः गुणरूपस्य नियतावधिकत्वेन मानाभावः इति. मम अवगमनं अत्र किम् इत्युक्ते, पूर्वपक्षिणः इत्युक्ते नव्यनैयायिकाः के वदन्ति नियतावधिकत्वस्य मान अभावः इत्युक्ते नियतावधिकत्व मानं वयं न एकक्षणं महोदय, नियतावधिकत्वस्य मानाभावः इति नास्ति. गुणरूप वस्तुतः गुणस्य इति गुणरूपस्य पृथक्त्वस्य मानाभावः. किमर्थं नियतावधिकत्वे पृथक्त्वस्य गुणरूपस्य मानाभावः नियतावधिकत्वे मानाभावः नियतावधिकत्वे मानाभावः इत्युक्ते यदा वयं नियतावधिकत्वम् अस्ति इति साधनीयं चेत् तत् न भवितुमर्हति इत्येव वा? हा इत्युक्ते तत्र प्रथमं ते वदन्ति तत्र पृथक्त्वमिति गुणः इति स्वीकुर्मः चेत् पृथक्त्वमिति गुणः इति स्वीकुर्मः चेत् तत्र तादृशगुणः न परिशीलितवन्तः यस्य नियतावधिकत्वम् अस्ति इति कृत्वा हा इति कृत्वा यथा पृथक्त्वम् इति पृथक्त्वम् इति नियतावधिकः अस्ति चेत् नियतावधिकम् अस्ति चेत् इत्युक्ते पृथक्त्वे नियतावधिकत्वम् अस्ति चेत् तर्हि तत्र तस्य मानाभावः इत्युक्ते तादृशगुणः न भवति एतावत्पर्यन्तं तादृशगुणः नास्ति तस्य साधनं न कृतवन्तः इति कृत्वा तादृशगुणः नास्ति कीदृशगुणः नास्ति नियतावधिकत्वगुणः नास्ति इत्युक्ते नियतावधिकः गुणः नास्ति इति तस्य मानाभावम् अस्ति इत्युक्ते तादृशगुणः अस्ति इति वयं न अङ्गीकुर्मः इति ते वदन्ति तादृशगुणः यस्मिन् नियतावधिकत्वम् अस्ति यस्मिन् नियतावधिकत्वम् अस्ति तादृशगुणाः इदानीं एतावत्पर्यन्तम् अस्माभिः न साधितम् इति हा एतावत्पर्यन्तं तादृशगुणः न दृष्टवन्तः तर्हि इदानीं पृथक्त्वम् इति यः नूतनगुणः वयं पश्यामः तस्मिन् एतावधिकत्वम् अस्ति इति वदामः चेत् तत्र तादृशगुणः नास्ति इति कृत्वा तद् गुणं पृथक्त्वम् इति गुणः इति वयं न अङ्गीकुर्मः इति ते वदन्ति इत्युक्ते अन्यरीत्या अहं वदामि भगिनि सम्यक् वा न वा इति वदतु कृपया नियतावधिकत्वं पृथक्त्वस्य साधनार्थं वयं नियतावधिकत्वं वयम् इत्युक्ते प्राचीन नैयायिकैः नियतावधिकत्वम् इति एकं मानं स्वीकुर्वन्ति तादृशमानं क्षम्यतां महोदय न इत्युक्ते तत्र किमर्थं तत्र वदामि इत्युक्ते तत्र पृथक्त्वम् इत्यस्य गुणस्य साधनार्थम् इति नियतावधिकत्वम् इति मानम् इति न इत्युक्ते नियतावधिकत्वम् इति अस्ति एव वेदस्य अपि च पृथक्त्वस्य व्यवहारे अस्ति यदा अहं वदामि तत्र घटः पृथक् इति भवान् पृच्छति एव कस्मात् पृथक् इति यदा अहं घटः पटात् पृथक् इति न वदामि तर्हि तत्र सम्पूर्ण अवगमनं न भवति इति कृत्वा पृथक्त्वस्य नियतावधिकत्वम् अस्ति एव तस्य साधनार्थं नियतावधिकत्वम् इति ते न स्वीकुर्वन्ति परन्तु ते किं वदन्ति इत्युक्ते नियतावधिकत्वं पृथक्त्वस्य अस्ति एतावत्पर्यन्तं वयं किमपि गुणं न दृष्टवन्तः यस्य नियतावधिकत्वम् अस्ति तर्हि पृथक्त्वं कथं गुणं वा स्यात् इति तस्यां प्रथमम् आपादनम् ओ पृथक्त्वस्य नियतावधिकत्वम् अस्ति एतावत्पर्यन्तं यानि ये गुणाः अस्माभिः दृष्टं तेषां गुणानां तेषु गुणेषु नियतावधिकत्वं नास्ति अतः पृथक्त्वं गुणम् इति कथम् इति तेषां प्रश्नः अत्र वाक्यद्वयमपि सिद्धान्तिनः अपि अङ्गीकरोति इत्युक्ते सत्यम् इत्युक्ते पृथक्त्वे नियतावधिकत्वम् इति अपि पूर्वपक्षिणः सिद्धान्तिनः द्वयमपि तत्र तेषां मतभेदः नास्ति द्वयोः अपि च एतावत्पर्यन्तं तत्र संयोगादयः गुणः यस्य परिशीलनम् अभवत् तस्मिन् नियतावधिकत्वं नास्ति इत्यपि तयोः मध्ये मतभेदः नास्ति परन्तु तद् अहं पुनः भिन्नरीत्या अहं वदामि भगिनि इत्युक्ते नव्यनैयायिकानां पूर्वपक्षिणां मतं किम् इत्युक्ते तेषां गुणस्य लक्षणं नियतावधिकत्वम् अस्ति चेत् तत् गुणः नास्ति इति क्षम्यतां पुनः अन्तिमभागः गुणः नव्यनैयायिनां पूर्वपक्षिणां मतं यस्य गुणस्य लक्षणं ते एतादृशम् अवगतं गुण यस्य पदार्थस्य नियतावधिकत्वम् अस्ति तत् न गुणं भवितुं तत् गुणं भवितुं नार्हम्। पृथक्त्वस्य नियतावधिकत्वम् अस्ति अतः तत् गुणं नास्ति इति न अर्हम् इति न इत्युक्ते पूर्वपक्षिणः तेषां मतानुसारेण तादृशं तेषां चिन्तनीयं नियतावधिकत्वम् अस्ति नियतावधिकत्वम् अस्ति गुणः नास्ति न न नियतावधिकत्वम् अस्ति चेत् इति न नियतावधिकत्वम् अस्ति नियतावधिकगुणः एतावत्पर्यन्तं न दृष्टः इति कृत्वा तद्गुणः पृथक्त्वम् इति गुणः नास्ति इति ते वदन्ति तावत् अस्तु अस्तु तर्हि अग्रे पठतु महोदय नियतावधिकत्वम् इति स्वभावः कस्यापि सिद्धगुणस्य न दृष्टः सिद्धगुणस्य इत्युक्ते पूर्वं ये ये गुणाः साधिताः तत्र नियतावधिकत्वम् इति स्वभावः कस्यापि न दृष्टः कस्य दृष्टः भेदस्य भेदस्य दृष्टः इत्युक्ते पूर्वमेव दृष्टः वा हा भेदस्य नियतावधिकत्वम् अस्ति इति वयं दृष्टवन्तः खलु व्यवहारे वयं जानीमः तत्र घटः पटात् भिन्नः इति अस्ति चेत् तत्र भेदस्य अपि नियतावधिकत्वम् अस्ति इति वयं जानीमः आम् अतः पृथक्त्वस्य नियता अवधिकत्वात् भेदरूपता एव इत्युक्ते पृथक्त्वस्य नियतावधिकत्वम् अस्ति अतः तत् गुणं नास्ति किन्तु भेदम् एव इति ते वदन्ति तथैव इत्युक्ते क्षम्यताम् इत्युक्ते पृथक्त्वस्य नियतावधिकत्वम् अस्ति भेदे अपि नियतावधिकत्वम् अस्ति इति भेदस्य नियतावधिकत्वं वयं पूर्वं दृष्टवन्तः तर्हि पृथक्त्वे नियतावधिकत्वम् अस्ति भेदे अपि अस्ति तादृशगुणः नास्ति यस्य नियतावधिकत्वम् अस्ति तर्हि पृथक्त्वम् इति भेदः एव न तु गुणः हा भिन्नगुणः गुणान्तरं नास्ति इति तथैव परत्व अपरत्वयोः नियतावधिकत्वं तयोरपि गुणत्वं नास्ति अपि तु भेदरूपता एव परत्वम् अपरत्वम् इति जाति एव किल न न न जाति न परत्वम् अपरत्वम् इति सामान्यस्य प्रसङ्गे आगच्छति तत्तु गुणः एव अग्रे आगमिष्यति तर्हि गुणद्वयं परत्वम् अपरत्वमिति तत्रापि नियतावधिकत्वम् अस्ति तस्य प्रसङ्गे अपि तर्हि तदपि तस्यापि निर्वाहं भेदेन एव कर्तुं शक्नुमः तत्रापि परत्वं वर्तुम् इति कश्चन भिन्नगुणः नास्ति इति तेषां मतम् इत्युक्ते परत्वम् अपरत्वमपि ते परत्वम् अपरत्वम् इति ते तौ अपि गुणौ इति तेन अङ्गीकुर्वन्ति यथा पृथक्त्वं नास्ति अपि तु भेदरूपता एव तदपि भेदरूपता एव इति पृथिवीवत् पृथिवीत्वात् द्रव्यत्वं परं पृथिवीत्वात् द्रव्यत्वं परं सामान्यम् इति व्यवहारे परत्वस्य भेदरूपता न तु गुणरूपता यदा वयं पृथिवी द्रव्यं दृष्टवन्तः तत्र पृथिवी इति द्रव्यं घटात् परं पृथिवी इति न न पृथ्वी इति द्रव्यं घटात् परम् इति न तत्र पृथ्वीत्वम् इति पृथिव्यां अस्ति खलु तत्र समानानां जातिः इति सामान्यम् इति वयं दृष्टवन्तः तर्हि तत्र पृथिव्यां यः यज्जात् या जातिः अस्ति सा अस्ति तस्य पृथ्वीत्वम् इति नाम तर्हि तत्र पृथ्वीत्वं पृथ्वी पृथ्वीत्वम् इति द्रव्यत्वम् इत्यस्य अपेक्षया न्यूनदेशवृत्तिः खलु, तर्हि तत्र न्यूनदेशवृत्तिः इति कृत्वा पृथ्वीत्वम् इति परं सामान्यम् इति वयं पृथ्वीत्या द्रव्यत्वं परम् इति वयं दृष्टवन्तः, अथवा द्रव्यत्वात् पृथ्वीत्वम् अपरम्. आम् आम् आम्, घटत्वात् पृथिवीत्वं परं, पृथिवीत्वात् द्रव्यत्वं परम् सत्यम् इति वयं दृष्टवन्तः. तादृशव्यवहारे परत्वम् इति वयं गुणरूपं, परत्वस्य गुणरूपं न स्वीकृतवन्तः, किन्तु भेदरूपमेव तत्र वयं स्वीकृतवन्तः. तादृशं पृथक्त्वस्य अपि भेदरूपमेव स्वीकार्यम् इति तेषां मतम्. हा, इत्युक्ते तत्रापि यथा पृथ्वीत्वमस्ति, पृथ्वी क्षम्यतां पृथक्त्वं, पृथक्त्ववत् तत्र परत्व अपरत्वयोः प्रसङ्गे अपि भेदेनैव निर्वाहः करणीयः इति पूर्वपक्षिणः मतम्. इत्युक्ते यत्र यत्र गुणेषु तदर्थमेव तत्र वाक्यं पश्यामः चेत् गुणरूपस्य तस्य नियतावधिकत्वे मानाभावात् इति अस्ति खलु. यस्य पदार्थस्य गुणरूपम् इति अस्ति, गुणरूपस्य मानाभावः अस्ति, कदा अस्ति नियतावधिकत्वे इत्युक्ते यत्र नियतावधिकत्वम् अस्ति तादृशगुणः एव नास्ति इत्येव ते वदन्ति. इत्युक्ते पृथक्त्वे नियतावधिकत्वम् अस्ति इति गुणः नास्ति इति न, यत्किमपि गुणः भव यः कोऽपि गुणः भवतु तस्मिन् गुणे नियतावधिकत्वम् अस्ति चेत् तत्र मानाभावः अस्ति, इत्युक्ते तस्य अङ्गीकारः नास्ति, तस्य गुणः इति अङ्गीकारः नास्ति इति तेषाम् इत्युक्ते यस्मिन् नियतावधिकत्वम् अस्ति तत् गुणं नास्ति. हा सत्यं, यस्मिन् नियतावधिकत्वम् अस्ति सः गुणः नास्ति इति तेषां, सः गुणः नास्ति इति तेषां मतं. सम्यक्, सम्यक् अस्तु. तर्हि रामप्रिया भगिनी भवती अग्रे पठति वा? आं भगिनि. यदा नियत अवधिकस्य तद्विषयिणी प्रतीतिः जायते, व्यवहारः जायते, तादृशव्यवहारे नियमेन पञ्चम्यन्तं पदम् उपयुज्यते. तेषु सर्वेषु स्थलेषु सः नियत अवधिकगुणः मास्तु, तत्स्थाने भेदः अस्तु इति शङ्का अवतरति. अनेन यः गुणः नियत अवधिकाः तेषां सर्वेषाम् इदानीम् असिद्धता इति आपादनार्थमेव एषां पङ्क्तिः. गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानभावः प्रत्येकस्मिन् नियतावधिकगुणे विवादः अस्ति इति कारणतः युगपत् सर्वेषाम् अनुवादः अत्र भवति. यत्र यत्र गुणक्षेत्रे नियतावधिकत्वम् उच्यते तत्र सर्वत्र पूर्वपक्षी ब्रूयात् मास्तु, तस्यापि भेदत्वमेव इष्टम्. अनेन यदि कोऽपि वदति यत् पृथक्त्वस्य च परत्वस्य च नियतावधिकत्वं, पूर्वपक्षी उत्तरयति तस्यापि भेदत्वे इष्टापत्तिः. इदानीं यदा यदा नियत अवधिकस्य तत्र पुनः प्रत्यस्मिन् आम् यदा यदा नियत अवधिकस्य तद्विषयिणी प्रतीतिः जायते, व्यवहारः जायते, तादृशव्यवहारे नियमेन पञ्चम्यन्तं पदम् उपयुज्यते. यदा वयं नियत अवधिकस्य विषये वदामः चेत् तस्य प्रतीतिः कस्मात् इति, तत्र पञ्चमी विभक्त्यन्तं पदं वयम् उपयुज्यामः इति अस्ति. घटः पटात् पृथक् इति, तत्र यदा पटात् इति पञ्चम्यन्तं पदं, तेषु सर्वेषु स्थलेषु सः नियत अवधिकगुणः मास्तु, तत् स्थाने भेदः अस्तु इति शङ्का अवतरति. यदा घटः पटात् पृथक् इति मास्तु, सः नियत अवधिकगुणः मास्तु, तत् स्थाने भेदः अस्तु इति शङ्का अवतरति. यदा पृथक् इति वदामः तत्र भेदः इति स्वीकुर्मः इति तस्य मतं वा? हा सत्यं, परन्तु तत्र केवलं पृथक् इत्येव नास्ति, यत्र यत्र तथा अवधिः अस्ति. अवधिः अस्ति चेत् तत्र पञ्चम्यम् अन्तं भवति, इत्युक्ते तदर्थमेव तत्र पूर्वस्मिन् परिच्छेदे अन्तिमवाक्यं पश्यामः चेत् तत्र पृथ्वीत्वात् द्रव्यत्वं परं सामान्यम् इति अस्ति खलु. तत्रापि केवलं द्रव्यत्वं परं सामान्यम् इति वदामः चेत् तत्र हा कस्मात् इति तत्र सम्पूर्ण वार्ता नास्ति अत्र. तर्हि पृथ्वीत्वात् इति वक्तव्यं भवति. पृथ्वीत्वामिति वदामः चेत् अत्र पुनः पञ्चम्यन्तम् अवधित्वं सर्वम् आगच्छति. तर्हि नियतावधिकत्वम् अस्ति परत्व अपरत्वयोः स्थले अपि. तर्हि तत्रापि एतदेव आपत्तिः आगच्छति खलु. तर्हि तत्र तत्रापि भेदेन एव तत्र वयं तत्रापि भेदस्य एव निर्वाहः भवतु. भेदेन एव वयं वक्तुं शक्नुमः, भेदमुपयुज्य एव वयं वक्तुं शक्नुमः तत्र किम् इति. कस्यापि गृहे तत्र किञ्चित् पृष्टध्वनिः अस्ति, क्षम्य तत्र म्यूट् करोमि. हा तर्हि तत्र तत्रापि भेदेन एव निर्वाहः भवतु इति पूर्वपक्षिणः मतम्. इत्युक्ते केवलं पृथक्त्वम् इति प्रसङ्गेन, परन्तु यत्र यत्र तादृशगुणः अस्ति, यस्मिन् यथावधिकत्वम् अस्ति, तत्र तत्र भेदः एव निर्वाहः, भेदस्य एव निर्वाहः, भेदस्य एव विषयः, न तु गुणस्य. तत्र प्रत्येकं गुणः यः अस्ति तस्य नास्ति इति. अवगच्छति वा भगिनि? आम् भवती उक्तवती तत् सत्यमेव. इत्युक्ते यद्भवती उक्तवती तत् दोषः इति नास्ति, परन्तु एतदपि वक्तव्यमस्ति. इत्युक्ते केवलं पृथक्त्वम् इति न, परन्तु यः कोऽपि गुणः भवतु यस्मिन् नियतावधिकत्वम् अस्ति, तत्र भेदस्य एव विषयः, न तु वक्ष्यमाणस्य गुणस्य इति. इत्युक्ते पृथक्त्वं वा भवतु, परम् अपरं वा भवतु, यत्किमपि इत्युक्ते परत्वम् अपरत्वं वा भवतु, यः कोऽपि भवतु, तत्र भेदः एव विषयः, न तु तस्य प्रसङ्गस्य गुणस्य इति. अत्र अत्र पञ्चम्यन्तं पदम् उपयुज्यते चेदपि तत्र भेदस्य उपयोगं कुर्मः इति एव वा किल? पञ्चम्यन्तं पदम् उपयुज्यते अपि इति किमर्थं वदति महोदय? इत्युक्ते अहम् अवगच्छामि, अत्र पूर्वं वयं पञ्चम्यन्तम् उपयुज्य एव पृथक्तस्य स्पष्टतां कृतवन्तः. अत्र इदानीं एवं स्वीकुर्मः, केवलं पृथक्तम् इति न, परन्तु नियतावधिकगुणाः मास्तु इति सर्वदा. हा इत्युक्ते सत्यम्. इत्युक्ते पञ्चम्यन्तं किं सूचयति वस्तुतः? पञ्चम्यन्तं पदम् अस्ति चेत् तेन वयं किं ज्ञातुं शक्नुमः? नियतावधिकत्वं. हा इत्युक्ते अवधिः एव खलु, तत्र पञ्चम्यन्तात् अवधिः एव भासते. तर्हि तत्र यत्र यत्र नियमेन पञ्चम्यन्तं पदम् आगच्छति, तत्र तत्र नियतावधिकत्वम् अस्ति इति वयं ज्ञातुं शक्नुमः. अत्र इदानीं वयमेवं स्वीकुर्मः, नियतावधिगुणः अस्ति चेदपि तत्र भेदः इति स्वीकुर्मः इति. हा तत्र अपि इति पदमेव किञ्चित् मम कृते भ्रमात्मकम् अस्ति, यतोहि ते वदन्ति नियतावधिकगुणः नियतावधिकत्वम् अस्ति चेत् तत्र भेदः एव, न तु कश्चन गुणः. यत्र यत्र नियतावधिकत्वम् अस्ति तत्र तत्र भेदेन भेदस्य एव प्रसङ्गः, न तु गुणस्य इति इत्येव पूर्वपक्षिणः मतम्. अनेन स्पष्टं वा? आम् स्पष्टं भगिनि. अनेन ये गुणाः नियत अवधिकाः तेषां सर्वेषाम् इदानीम् असिद्धता इति आपादनार्थमेव एषा पङ्क्तिः. गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियत अवधिकत्व मानभावः मानाभावः. ये गुणाः नियत अनेन एतत् सर्वं ये गुणाः नियत अवधि अवधिकाः सर्वेषाम् इदानीम् असिद्धता इत्युक्ते भेदः वा पृथक्त्वं वा तस्य असिद्धता, वयं तेषां सर्वेषाम् इदानीम् असिद्धता इति आपादनार्थम् एव एषां पङ्क्तिः. पुनरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियत अवधिकत्व कत्वे मानभावः. एतद् वदति यत् भेदः पृथक्त्वं तस्य नियत अवधिकः अस्ति परन्तु असिद्धता अस्ति, अतः आपादनमपि अस्ति इति किल. भगिनी न श्रूयते. हा सत्यं भगिनि तावदेव. प्रत्येकस्मिन् नियत अवधिकगुणे विवादः अस्ति इति कारणतः युगपत् सर्वेषाम् अनुवादः अत्र भवति. प्रत्येकस्मिन् नियतावधिकगुणे इत्युक्ते यदा वयं इदानीं पृथक्त्वं भेदः विषये स्वीकुर्मः चेत् तत्र विवादः अस्ति, अतः युगपत् सर्वेषाम् अनुवादः अत्र भवति इत्युक्ते युगपत् वयं तस्मिन् विषये इदानीं चर्चां कुर्मः इति किल. इत्युक्ते प्रत्येकं गुणः स्वीकृत्य, इत्युक्ते पृथक्त्वम् इति एकः गुणः यस्मिन् नियतावधिकत्वम् अस्ति, परत्वम् इति अपरः गुणः यस्मिन् नियतावधिकत्वम् अस्ति, अपरत्वम् इति भिन्नगुणः यस्मिन् नियतावधिकत्वम् अस्ति इति प्रत्येकं गुणं स्वीकृत्य तत्र एषा आपत्तिः आगच्छति इति इत्यपि वक्तुं शक्नुमः खलु. परन्तु तथा अकृत्वा अत्र एकेन एव तत्र मार्गेण सर्वेषां गुणानां तादृश तादृशानां गुणानां निराकरोति. यत्र यत्र गुणक्षेत्रे नियत अवधिकत्वम् उच्यते तत्र सर्वत्र पूर्वपक्षी ब्रूयात् मास्तु तस्यापि भेदत्वमेव इष्टम्. तदेव वयं दृष्टवन्तः यत्र यत्र गुणस्य क्षेत्रे नियतावधिकत्वम् इति अस्ति इति वयं वदामः तत्र पूर्वपक्षिणः वदति तस्यापि मास्तु तस्यापि भेदमेव भेदम् इति एव वयं स्वीकुर्मः इति. अनेन यदि कोऽपि वदति यत् पृथक्त्वस्य च परत्वस्य च नियतावधिकत्वं पूर्वपक्षी उत्तरयति तस्यापि भेदत्वे इष्टापत्तिः. यदा वयं पृथक्त्वं पर वा परत्वं वा नियतावधिकत्वम् इति वदामः तदा पूर्वपक्षिणः वदति तस्यापि भेदः एव तदपि भेदः एव इति तेषां मतम्. इति वयम् एतावत्पर्यन्तं दृष्टवन्तः तदेव, इत्युक्ते तत्र तेषां मतमस्ति तत्र यत्र यत्र नियतावधिकत्वम् अस्ति तत्र तत्र भेदस्य एव प्रसङ्गः इति. सम्यक् अस्तु भगिनि, अग्रिमपरिचयः. नियत अवधिकपदार्थस्य व्यवहारे पञ्चम्यन्तं पदम् आयाति. पञ्चम्यन्तं पदं विना तु अस्य अवधित्वं वर्णयितुमेव न शक्यते. यत्र च पञ्चम्यन्तं पदं नियमेन आयाति तत्र भेदस्य एव विषयः भवतु इति शङ्का उदेति. अधुना संयोगविभागौ न तदा. तयोः पञ्चम्यन्तपदेन सह व्यवहारः न आवश्यकः. कारणम् अस्ति यत् तयोः तु नियत अवधिकत्वम् एव नास्ति. अतः भवतु क्वचित् गुणक्षेत्रे सावधिकत्वं दृष्टं किन्तु गुणेषु नियतावधिकत्वं न मन्यते. तर्हि अनेन पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता एव इति पूर्वपक्षिणा इयं प्रथमा आपत्तिः उपपाद्यते. तदेव संक्षिप्तरूपेण दत्तमस्ति. नियत अवधिकपदार्थस्य यदा वयं व्यवहरामः चेत् तत्र पञ्चमी अन्तं पदम् अवश्यम् आगच्छति. किमर्थम् इत्युक्ते पञ्चमी अन्तं विना वयं अवधित्वं वर्णयितुं न शक्नुमः. कस्मात् इति यत्र पञ्चमी अन्तं पदं नियमेन यत्र च पञ्चम्यन्तं पदं नियमेन आयाति तत्र भेदस्य एव विषयः भवतु इति शङ्का उदेति. शङ्का उदेति आम्. यदा पञ्चम्यन्तं पदं नियमेन आगच्छति चेत् तद् भेदस्य एव इति पूर्वपक्षिणः मतेन आगच्छति इति किल. हा, इत्युक्ते यत्र यत्र पञ्चम्यन्तं नियमेन आगच्छति इत्युक्ते इत्युक्ते अवधिः तत्र अग्रे पठति चेत् तत्र अवधिः इत्यपि अस्ति खलु. सावधिकपदार्थः इत्यपि वयं दृष्टवन्तः. तर्हि सावधिकः पदार्थः अस्ति चेत् तत्र तादृशशङ्का न भवति. यत्र यत्र सावधिकपदार्थः इति कः अस्ति, संयोगः खलु. संयोगस्य विषये वयं यद्यपि सावधिकः पदार्थः अस्ति परन्तु पञ्चम्यन्तम् इति तत्र उपयोगः न भवति खलु. इति कृत्वा अत्र तादृशशङ्का न भवति. परन्तु यत्र यत्र पञ्चम्यन्तं पदं नियमेन उपयोगं भवति इत्युक्ते घटः पटात् पृथक् इति तत्र तथा भवति. इत्युक्ते भेदस्य एव निर्वाहः भवतु यतोहि तत्र तादृश शङ्का उदेति इति. इत्युक्ते ते पूर्वपक्षिणः नियतावधिकत्वम् इति पदार्थे भेदः एव भवतु इति वदति अतः तत्र एतत् शङ्का उदेति किल. हा, सत्यम्. इत्युक्ते यत्र यत्र नियतावधिकत्वम् अस्ति तत्र भेदस्य एव निर्वाहः भवतु इति शङ्का उदेति. अधुना संयोगविभागौ न तदा. तत्र संयोगविभागस्थले एतद् शङ्का न भवति. किमर्थम् इत्युक्ते तत्र पञ्चम्यन्तपदस्य व्यवहारः न भवति, न आवश्यकः. कारणमस्ति किमर्थम् इत्युक्ते तत्र नियतावधिकत्वमेव नास्ति. तत्र कस्मात् इति तस्य प्रश्नस्य उत्तरं न आवश्यकम्. अतः नियमेन नास्ति. आम्, सावधिकपदार्थः तु अस्ति एव परन्तु नियतावधिकपदार्थः इति नास्ति. अतः भवतु भगिनि, तत्र अधुना संयोगविभागौ न तथा. तयोः पञ्चम्यन्तपदेन सह व्यवहारः न आवश्यकः. कारणमस्ति यत् तयोः तु नियतावधिकत्वमेव नास्ति. यत्र पञ्चम्यन्तं पदं वयम् उपयुज्मः तत्र एव तदा एव नियतावधिकत्वमपि वयम् अस्माभिः साधितं किल. यत्र पञ्चम्यन्तं पदं नियमेन उपयुज्यामः खलु. हा, नियमेन उपयुज्यामः तत्र एव नियत ऐ मीन् तेन एव नियतावधिकत्वम् अस्माभिः साधितम्. सत्यं हा किन्तु अत्र पञ्चम्यन्तपदेन सह व्यवहारः न आवश्यकः कारणमस्ति यत्तु नियतावधिकत्वम् एव नास्ति इति तत् कारणं कथं भवति इति किञ्चित् भ्रमः आगच्छति नियतावधिकत्वं कथम् अस्माभिः साधितं पञ्चम्यन्तपदेन एव महोदय तत्र अस्मिन् करपत्रे एव पूर्वं वयं भिन्नभिन्नरीत्या कुत्र नियतावधिकत्वं भवति कुत्र न भवति इति वयं साधितवन्तः तर्हि तत्र अवधिः इत्युक्ते किम् अवधिः नाम कः कुत्र अवधिः भवति कुत्र इति वयं साधितवन्तः एकः मार्गः तत्र यत्र यत्र नियमेन तथा भवति तत्र नियतावधिकत्वम् इति कृत्वा तत्र यत्र तथा अस्ति यतोहि तत्र नियतावधिकत्वं यत्र पञ्चमिन्तम् आवश्यकः अधिकत्वं नास्ति ध्वनिः सम्यक् नास्ति ध्वनिः यत्र इदानीमपि सम्यक् न श्रूयते भगिनि इदानीम् इदानीं भगिनि नास्ति किमपि न श्रूयते भगिनि अस्तु न जानामि अस्तु तर्हि यत्र नियतावधिकत्वम् अस्ति तत्र तत्र द्वयमपि सत्यमेव खलु नियतावधिकत्वम् अस्ति इति कृत्वा एव पञ्चम्यन्तेन व्यवहारः पञ्चम्यन्तेन श्रूयते यदा भगिनी इदानीम् इति वदति तावदेव श्रूयते तत् पदम् इदानीं सम्यक् वा इदानीम् अनन्तरं न श्रूयते अस्तु अस्तु पुनः एकवारं वदामि श्रूयते वा इति पश्यतु हा तर्हि इदानीं तत्र वस्तुतः लोकव्यवहारे पञ्चम्यन्तम् अस्ति खलु लोकव्यवहारे पञ्चम्यन्तम् अस्ति इति कृत्वा वयं नियतावधिकत्वं तस्मिन् अस्ति इति अवगन्तुं शक्नुमः सत्यं परन्तु वस्तुतः तस्मिन् नियतावधिकत्वम् अस्ति इति वयम् अवगन्तुं शक्नुमः परन्तु वस्तुतः किमर्थं तस्मिन् नियमेन पञ्चम्यन्तम् अस्ति इति चिन्तयामः चेत् तत्र नियतावधिकत्वम् अस्ति इति कृत्वा इत्युक्ते अस्माकम् अवगमनार्थं वयम् अवगन्तुं शक्नुमः तत्र पञ्चम्यन्तम् अस्ति इति कृत्वा नियमेन पञ्चम्यन्तम् अस्ति इति कृत्वा तदेकः किमस्ति तत्र हिण्ट् इव अस्ति तेन वयं ज्ञातुं शक्नुमः तस्मिन् नियतावधिकत्वम् अस्ति इति परन्तु पञ्चम्यन्तं नियमेन पञ्चम्यन्तस्य उपयोगं भवति इति कृत्वा नियतावधिकत्वम् इति नास्ति वस्तुतः नियतावधिकत्वम् अस्ति इति कृत्वा एव नियमेन पञ्चम्यन्तम् उपयोगं भवति किन्तु तेषां मध्ये तयोः मध्ये कार्यकारणभावं वक्तुं न शक्नुमः किल अस्ति खलु न अस्ति खलु यतोहि नियतावधिकत्वम् अस्ति इति कारणात् एव पञ्चम्यन्तम् उपयोगं भवति पञ्चम्यन्तम् अस्ति इति कृत्वा नियतावधिकत्वम् इति नास्ति पञ्चम्यन्तम् अस्ति इति कृत्वा वयं ज्ञातुं शक्नुमः नियतावधिकत्वम् अस्ति इति अवगच्छति वा अत्र किञ्चित् सूक्ष्ममस्ति सत्यं इदानीम् अवगतं भगिनि उत्तमं तर्हि तत्र पञ्चम्यन्तं यत्र यत्र नियमेन पञ्चम्यन्तम् अस्ति तत्र नियतावधिकत्वम् अस्ति इति कृत्वा तथा भवति इति वयम् अवगन्तुं शक्नुमः. परन्तु संयोगविभागस्थले तु तथा नास्ति, केवलं सावधिकः पदार्थः. अत्र अतः भवतु क्वचित् गुणक्षेत्रे सावधिकत्वं दृष्टं, किन्तु गुणेषु नियतावधिकत्वं न मन्यते. तदेव भवती उक्तवती इदानीं. तर्हि अनेन पृथक्त्वस्य नियतावधिकत्वात् वेदरूपता एव इति पूर्वपक्षिणा इयं प्रथमा आपत्तिः उपपाद्यते. तदेव ते वदन्ति इदानीं यदा पृथक्त्वस्य नियतावधिकत्वात् वेदरूपता एव अस्ति इति पूर्वपक्षिणः, तस्य प्रथमा आपत्तिः इत्येव. इत्युक्ते तत्र भेद तत्र नियतावधिकत्वम् अस्ति इति कृत्वा तस्मिन् तत्र पृथक्त्वम् इति गुणः नास्ति, परन्तु भेदः एव इति तेषां प्रथमापत्तिः. इदानीं प्रायः अग्रिमकक्षायां द्वितीयापत्तिः का इति वयं पश्येम. अस्तु, एतावत्पर्यन्तं सम्यक् स्यात्. तर्हि प्रश्नः तत्र पुनः एकवारं पततु, अपि च महोदयस्य ध्वनिमुद्रणमपि शृण्वन्तु. तदनन्तरं प्रश्नः अस्ति चेत् किञ्चित् तस्य चर्चां कृत्वा तदनन्तरम् अग्रे सरेम आगामिकक्षायां. भगिनी, एकं विषयं मया वक्तव्यम्. अहं पत्रद्वारेण गतसप्ताहे भवत्याः कृते पृष्टः किल, पृथक्त्वम् इति गुणं पृथगाश्रयाश्रितौ इति लक्षणेन अस्माभिः साधितम् इति, तत्र अन्योन्य आश्रयः अस्ति इति अहं मम शङ्का आसीत्. पृथक्त्वम् इति पृथगाश्रयाश्रितौ. एकक्षणम्, अहं तत्र रेकार्डिङ्ग् किञ्चित् स्थगयामि. तदनन्तरम् अस्माकं चर्चा समापयामि.